कुमारा ऊचुः वेदोपनिषदां सारा ज्ञाता भागवती कथा अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः। इयं भागवती कथा वेदोपनिषदां सारात् जाता भवति। वेदाश्च उपनिषदश्च वेदोपनिषदः तेषां सारात् जाता भवति। केवलं सारेण कृता भवति भागवती तथा कथा। तस्मात् अत्युत्तमा ततो भाति, वेदेभ्यः उपनिषद्भ्यश्च अत्युत्तमा भाति। किमिति चेत् सा पृथग्भूता फलाकृतिः, केवलं फलस्वरूपेण वर्तते। यद्यदवश्यं यद्यत् सारभूतं वेदोपनिषदामस्ति, तस्मात् कृता इयं भागवती कथा। तस्मात् वेदोपनिषद्भ्योऽपि अत्युत्तमा भवति इत्यर्थः।